सदा सत्स्वरूपं चिदानन्दकन्दं जगत्सम्भवस्थानसंहारहेतुं स्वभक्तेच्छया मानुषं दर्शयन्तं नमामीश्वरं सद्गुरुं साईनाथं भवध्वान्तविध्वं समार्तण्डमीड्यम् मनोवागतीतं मुनिध्यानगम्यं जगद्व्यापकं निर्मलं निर्गुणं त्वां नमामीश्वरं सद्गुरुं साईनाथं भवां बोधिमग्नार्दितानाञ्जनानां स्वपादश्रितानां स्वभक्ति प्रियाणां समुद्धारणार्थं कलौ संभवन्तं नमामीश्वरं सद्गुरुं साईनाथं सदा निम्बवृक्षस्य मूलाधिवासात् सुधाश्रवेणं तिक्तमप्यप्रियन्तम् तरुं कल्पवृक्षधिकं साधयन्तं नमामीश्वरं सद्गुरुं साईनाथं सदा कल्पवृक्षस्य तस्याधिमूले भवद्भावबुद्ध्या सपर्यादिसेवां नृणाङ्कुरततां भुक्तिमुक्तिप्रदन्तम् नमामीश्वरं सद्गुरुं साईनाथम् अनेकाश्रुतातर्क्यलीलाविलासैः समाविष्कृतेशानभास्वत्प्रभावम् अहं भावहीनं प्रयन्नात्मभावम् नमामीश्वरं सद्गुरुं साईनाथम् सतां विश्रमाराममेवाभिरामं सदा सज्जनैः संस्तुतं सन्नमद्भिः जनामोददं भक्तभद्रप्रदन्तं नमामीश्वरं सद्गुरुं साईनाथम् अजन्माद्यमेकं परं ब्रह्म साक्षत् स्वयं सम्भवं राममेवावतीर्णम् भवद्दनात् सम्पुनीतः प्रभोऽहं नमामीश्वरं सद्गुरुं साईनाथम् नमामीश्वरं सद्गुरुं साईनाथम् नमामीश्वरं सद्गुरुं साईनाथम् नमामीश्वरं सद्गुरुं साईनाथम्।